यज्ञेन यज्ञमयजन्तदेवास्तानि धर्माणि प्रथमान्यासन् देहनाकं महिमानस्य चन्त यत्र पूर्वे साध्यास्सन्ति देवाः ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वै श्रवणाय कूर्महे समेत कामान काम कामाय मह्यं कामेश्वरो वै श्रवणो ददातु कुबेराज वै श्रवणाय महाराजाय नमः ॐ स्वस्ति साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्या ईस्यात् सार्वभौमत् सार्वायुष आन्तादा परार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराळिति तदप्येष श्लोको भिगितो मरुतः परिवेष्टारो मरुतस्या वसन् गृहे आविक्षतस्य कामप्रे विश्वे देवा सभासदैति ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात्।